यथा दर्शे तथात्मनि यथा स्वप्ने तथा पितृलोके यथा सुपरीवदृशे तथा गन्धर्वलोके छाया तपयोरिव ब्रह्मलोके कथमिति उच्यते यथा आदर्शे प्रतिबिम्बभूतम् आत्मानं पश्यति लोकः अत्यन्तविविक्तं तथा इह आत्मनि स्वबुद्धौ आदर्शवतो निर्मलीभूतायां विविक्तम् आत्मनो दर्शनं भवति इत्यर्थः यथा स्वप्ने अविविक्तं जाग्रद्वासनोद्भूतं तथा पितृलोके अविविक्तमेव दर्शनमात्मनः कर्मफलोपभोगासक्तत्वात् यथा च अप्सु अविविक्त अवयवम् आत्मस्वरूपं परीव ददृशे परिदृश्यत इव तथा गन्धर्वलोके अविविक्तमेव दर्शनमात्मनः एवं च लोकान्तरेष्वपि शास्त्रप्रामाण्यात् अवगम्यते छाया तपयोरिव अत्यन्त विविक्तं ब्रह्मलोके एव एकस्मिन् स च दुष्प्रापः अत्यन्त विशिष्टकर्मज्ञानसाध्यत्व तस्मादात्मदर्शनाय इहैव यत्नः कर्तव्यः इत्यभिप्रायः इन्द्रियाणां पृथग्भावं हृदयास्तमयौ चेतं पृथगुत्पद्यमानानां मत्वा धीरो न शोचति कथम् असौ बोद्धव्यः किं वा तदवबोधे प्रयोजनमिति उच्यते इन्द्रियाणां श्रोत्रादीनां स्वस्वविषयग्रहणप्रयोजनेन स्वकारणेभ्यः आकाशादिभ्यः पृथग् उत्पद्यमानानाम् अत्यन्तविशुद्धातो केवलातो चिन्मात्रात्मस्वरूपा पृथग्भावं स्वभावविलक्षणात्मकतां तथा तेषामेव इन्द्रियाणाम् उदयास्तमयौ च उत्पत्तिप्रलयौ जाग्रत्स्वप्नावस्था प्रतिपद्य न आत्मनः इति मत्वा ज्ञात्वा विवेकतः धीरः धीमा न शोचते आत्मनः नित्यैकस्वभावत्व अव्यभिचारान् शोककारणत्व अनुपत्ते तथा च श्रुत्यन्तरं तरति शोकमात्मवे इति इन्द्रियेभ्यः परं मनो मनसः सत्त्वमुत्तमं सत्त्वादधिमहानात्मा महतो व्यक्तमुत्तमं यस्मादात्मनः इन्द्रियाणां पृथग्भावः उक्तः न असौ बहिः अधिगन्तव्यः यस्मात् प्रत्यगात्मा स सर्वस्य तत् कथमिति उच्यते इन्द्रियेभ्यः परं मन इत्यादि अर्थानामिह इन्द्रियसमानजातीयत्वात् इन्द्रियग्रहणेनैव ग्रहणं पूर्वादन्यत् सत्त्वशब्दात् बुद्धिः इह उच्यते अव्यक्तात् परः पुरुषो व्यापको लिङ्ग एव च यं ज्ञात्वा मुच्यते जन्तुः अमृतत्वं च गच्छति अव्यक्तात् परः पुरुषः व्यापकः व्यापकस्यापि आकाशादेः सर्वस्य कारणत्वम् अलिङ्गः लिङ्ग्यते गम्यते येन तल्लिङ्गं बुद्ध्यादि तदविद्यमानं यस्य स्वयम् अलिङ्गः एव च सर्वसंसारधर्मवर्जितः इत्येतत् यं ज्ञात्वा आचार्यतः शास्त्रतश्च मुच्यते जन्तुः अविद्यादिहृदयग्रन्थिभिः जीवन्नेव पतितेऽपि शरीरे अमृतत्वं च गच्छति सः अलिङ्गः परो अव्यक्तात् पुरुष इति पूर्वेणैव सम्बन्धः न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चनैनं वृदा मनीषा मनसा विकृप्तो ये तद्विदुरं तास्ते भवन्ति कथं तर्हि तस्य अलिङ्गस्य दर्शनमुपन्ते इति उच्यते न सन्दृशे सन्दर्शनविषये न तिष्ठति प्रत्यगात्मनः अस्य रूपम् अतः न चक्षुषा सर्वेन्द्रियेण चक्षुर्ग्रहणस्य उपलक्षणार्थत्व पश्यति नोपलभते कश्चन कश्चिदपि येन प्रकृतम् आत्मानम् कथं तर्हि तं पश्येदिति उच्यते हृदहृस्थय बुद्ध्य मनीष मनसः सङ्कल्पादिरूपस्य ईष्टे नियन्तृत्वेन इति मनीट् तया मनीष विकल्पवर्जितया बुद्ध्य मनस मननरूपेण सम्यक् दर्शनेन अभिकृप्तः अभिसमर्थितः अभिप्रकाशितः इत्येतत् आत्मा ज्ञातुं शक्यः इति वाक्यशेषः तम् आत्मानं ब्रह्म एतत् ये विदुः अमृताः ते भवन्ति यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह बुद्धिश्चन विचेष्टते तामाहुः परमां गतिं सा हृन्मनि कथं प्राप्यते इति तदर्थो योगः युच्यते यदा यस्मिन् काले स्वविषयेभ्यः निवर्तितानि आत्मनि एव पञ्चज्ञानानि ज्ञानार्थत्वात् श्रोत्रादीनीन्द्रियाणि ज्ञानानि उच्यन्ते अवतिष्ठन्ते सह मनसा यदनुगतानि तेन सङ्कल्पादिव्यावृत्तेन अन्तःकरणे बुद्धिश्च अध्यवसायलक्षण न विचेष्टते स्वव्यापारेषु न विचेष्टते न व्याप्रियते तामाहुः परमां गतिं तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ। ताम् ईदृशीं तदवस्थां योगमिति मन्यन्ते वियोगमेव सन्तम्। सर्व अनर्थसंयोगवियोगलक्षणा हि इयमवस्था योगिनः। एतस्यां हि अवस्थायाम् अविद्या अध्यारोपणवर्जितस्वरूपप्रतिष्ठात्मा स्थिराम् इन्द्रियधारणां स्थिराम् अचलाम् इन्द्रियधारणां बाह्यान्तःकरणानां धारणमित्यर्थः। अप्रमत्तः प्रमादवर्जितः समाधानं प्रति नित्यं यत्नवान् तदा तस्मिन् काले यदैव प्रवृत्तयोगो भवति इति सामर्थ्यादवगम्यते। न हि बुद्ध्यादिचेष्टाभावे प्रमादसम्भवो अस्ति। तस्मात् प्रागेव बुद्ध्यादिचेष्टो परम अप्रमादः विधीयते। अथवा यदैव इन्द्रियाणां स्थिराधारण तदानीमेव निरङ्कुशम् अप्रमत्तत्वम् इति अथवा विधीयते अप्रमत्तः तदा भवति इति। कुतः योगो यस्मात् प्रभवाप्त्यो उपजन अपायधर्मकः इत्यर्थः। अतः अपायपरिहाराय अप्रमादः कर्तव्यः इत्यभिप्रायः। नैव वाचा न मनसा प्राप्तुं शक्यो न चक्षुषा अस्तीति ब्रूतोऽन्यत्र कथं तदुपलभ्यते। बुद्ध्यादिचेष्टाविषयं चेत् ब्रह्म इदं तदिति विशेषतो गृह्येत। बुद्ध्यादि उपरमे च ग्रहणकरण अभावात् अनुपलभ्यमानं नास्त्येव ब्रह्म। यद्धि कर्णगोचरं तदस्तीति प्रसिद्धं लोके विपरीतं च असदिति। अतश्च अनर्थको योगो अनुपलभ्यमानत्वाद्वा नास्तीति उपलब्धोऽयं ब्रह्म इत्यं प्राप्ते इदमुच्यते। सत्यं नैव वाचा न मनसा न चक्षुषा न अन्यैः अपि इन्द्रियैः प्राप्तुं शक्यते इत्यर्थः। तदापि सर्वविशेषरहितोऽपि जगतः मूलम् इति अवगतत्वात् अस्त्येव कार्यप्रविलापनस्य अस्तित्वनिष्ठत्वात्। तथा हि इदं कार्यं सौक्ष्मतारतम्यपारम्पर्येण अनुगम्यमानं सद्बुद्धिनिष्ठामेव अवगमयति। यदापि विषयप्रविलापनेन प्रविलाप्यमाना बुद्धिः तदापि सा सत्प्रत्ययगर्भाय विलीयते। बुद्धिर्हीनः प्रमाणं सदसतोः याथात्म्यावगमे। मूलं चेत् जगतो न स्यात् असदन्वितमेव इदं कार्यम् असत् असत् इत्येव गृह्येत। न तु एतदस्ति सत् सत् इत्येव तु गृह्यते। यथा मृदादिकार्यं घटादि मृदादि अन्वितं तस्मात् जगतः मूलमात्मा अस्ति इत्येव उपलब्धव्यम्। कस्मात् अस्तीति ब्रवतः अस्तित्ववादिनः आगमार्थानुसारिणः श्रद्धधाना तु अन्यत्र नास्तिकवादिनि नास्ति जगतः मूलमात्मा निरन्वयमेव इदं कार्यम् अभावान्तं प्रविलीयते इति मन्यमाने विपरीतदर्शिनि कथं तद्ब्रह्म तत्त्वतः उपलभ्यते न कथञ्चन उपलभ्यते इत्यर्थः। अस्तीत्येवोपलब्धव्यः तत्त्वभावेन योभयोः अस्तीत्येवोपलब्धस्य तत्त्वभावप्रसीदति। तस्मात् अपोह्य असद्वादिपक्षम् आसुरम् अस्तीत्येव आत्मा उपलब्धव्यः तत्कार्य बुद्ध्यादि उपाधिभिः। यदा तु तद्रहितः अविक्रिय आत्मकार्यञ्च कर्णव्यतिरेकेण नास्ति वाचारम्भणं विकारुणामदे मृत्तिकेत्येव सत्यमिति श्रुतेः तदा तस्य निरुपाधिकस्य अलिङ्गस्य सदसदादिप्रत्ययविषयत्ववर्जितस्य आत्मनः तद्भावो भवति। तेन च रूपेण आत्मा उपलब्धव्यः इत्यनुवर्तते। तत्रापि उभयोः सोपाधिकनिरुपाधिकयोः अस्तित्वतत्त्वभावयोः निर्धारणार्थषष्ठी पूर्वम् अस्तीत्येपलब्धस्य आत्मनः सत्कार्योपाधिकृत अस्तित्वप्रत्ययेन उपलब्धस्य इत्यर्थः। पश्चात् प्रत्यस्तमित सर्वोपाधिरूप आत्मनः तत्त्वभावः विदिताविदिताभ्याम् अन्यः अद्वयस्वभावः नेति नेति अस्थूलम् अननु अह्रस्वम् अदृश्ये अनात्मे अनिरुक्ते अनिलयने इत्यादि श्रुतिनिर्दिष्टः प्रसीदति अभिमुखी भवति। आत्मप्रकाशनाय पूर्वम् अस्ति इति उपलब्धवतः इत्येतत्। यदा सर्वे प्रमुच्यन्ते कामा यस्य हृदि श्रुताः अधमर्त्यमतो भवति अत्र ब्रह्मसमुष्णुते। एवं परमार्थात्मदर्शिनः यदा यस्मिन् काले सर्वे कामाः कामयितव्यस्य अन्यस्य अभावात् प्रमुच्यन्ते विशीर्यन्ते ये अस्य प्राक् प्रतिबोधात् विदुषो हृदि बुद्धौ स्थितः आश्रितः। बुद्धिर्ः कामानामाश्रयः न आत्मा, कामसङ्कल्पः इत्यादि श्रुत्यन्तराच्च। अथ तदा मर्त्यः प्राक् प्रबोधात् आसीत्। स प्रबोधोत्तरकालम् अविद्याकामकर्मलक्षणस्य मृत्योः विनाशात् अमृतो भवति। गमनप्रयोजकस्य मृत्योः विनाशात् गमन अनुपपत्तेः। अत्र इहैव प्रदीपनिर्वाणवत् सर्वबन्धन उपशम ब्रह्मसमश्नुते ब्रह्मैव भवति इत्यर्थः। यदा सर्वे प्रविध्यन्ते हृदयस्येह ग्रन्थयः अधमर्त्यमर्थो भवति एतावद्धि अनुशासनं। कदा पुनः कामानां मूलतो विनाशः इति उच्यते? यदा सर्वे प्रविध्यन्ते वेदम् उपयान्ति विनश्यन्ति हृदयस्य बुद्धेः इह जीवित एव ग्रन्थयः ग्रन्थिवतो दृढबन्धनरूपः अविद्याप्रत्ययः इत्यर्थः। अहमिदं शरीरं मम इदं धनं सुखी दुःखी च अहम् इत्येमादिलक्षणाः तद्विपरीता तु ब्रह्मात्मप्रत्यय उपजन्न ब्रह्मैवाहमस्मि असंसारी इति विनष्टेषु अविद्याग्रन्थिषु तन्निमित्ताः कामाः मूलतो विनश्यन्ति। अथ मर्त्यमन्तो भवति एतावद्धि एतावदेव एतावन्मात्रं न अधिकम् अस्ति इति आशङ्का कर्तव्या। अनुशासनम् अनुशिष्टिः उपदेशः सर्ववेदान्तानामिति वाक्यशेषः। शतं चैका च हृदयस्य नाड्यः तासाम् मूर्धानम् अविश्रुतैका तयोध्वमायन्नमृतत्वमेति विश्वङ्गन्यात्क्रमणे भवन्ति। निरस्त अशेषविशेषव्यापी ब्रह्मात्मप्रत्य प्रभिन्नसमस्तविद्यादिग्रन्थे जीवत एव ब्रह्मभूतस्य विदुषो न गतिः विद्यते। अत्र ब्रह्मसमश्नुते इति उक्तत्वं न तस्य प्राणा उत्क्रामन्ते ब्रह्म यसन् ब्रह्माप्येति इति श्रुत्यन्तराच्च। ये पुनः मन्दब्रह्मविदः विद्यान्तरशीलनश्च ब्रह्मलोकभाजः, ये च तद्विपरीताः संसारभाजः, तेषामेव गतिविशेषः उच्यते प्रकृतोत्कृष्टब्रह्मविद्याफलस्तुतै। किञ्च अन्यत् अग्निविद्यापृष्टः प्रत्युक्तः च, तस्याश्च फलप्राप्तिप्रकारो वक्तव्यः इति मन्त्रारम्भः। तत्र शतञ्च शतसङ्ख्याकाः एका च सुषुम्ना नाम पुरुषस्य हृदयाद्विनिसृतः नाड्यः स्थिरः, तासां मध्ये मूर्धानं वित्त्वा अविनिसृत निर्गता एका सुषुम्ना नाम, तया अन्तकाले हृदये आत्मानं वशीकृत्य योजयति। तया नाड्या ऊर्ध्वम् उपरि आयन् गच्छन् आदित्यद्वारेण अमृतत्वम् अमरणधर्मत्वम् आपेक्षिकम् आभूतसम्पलं स्थानम् अमृतत्वं विभाष्यते इति स्मृते। ब्रह्मण वा सह कालान्तरेण मुख्यम् अमृतत्वमिति भुक्त्वा भोगान् अनुपमा ब्रह्मलोकगता। विश्वं नानागतयः अन्यनाड्यः उत्क्रमणे उत्क्रमणनिमित्तं भवन्ति, संसारप्रतिपत्त्यर्थाय भवन्ति इत्यर्थः। अङ्गुष्टमात्रपुरुषोऽन्तरात्मा सदा जनानां हृदये सन्निविष्टः, तं स्वाच्छरीरात् प्रौढेन् मुञ्जादिवेशीकां धैर्येण तं विद्याच्छुक्रमौतं तं विद्याच्छुक्रमौतमिति। इदानीं सर्ववल्यार्थोपसंहारार्थमः अङ्गुष्टमात्रः पुरुषः अन्तरात्मा सदा जनानां सम्बन्धिनि हृदये सन्निविष्टः यथा व्याख्यातः। तं स्वात् आत्मीयात् शरीरात् प्रौढेन् उद्यच्छेन् निष्कर्षेन् पृथक् कुर्यात् इत्यर्थः। किमिव इति उच्यते? मुञ्जादिवैशीकम् अन्तस्थां धैर्येण अप्रमादेन तं शरीरान्निष्कृष्टं चिन्मात्रं विद्यात् विजानीय शुक्रं शुद्धम् अमृतं यथोक्तं ब्रह्मेति दुर्वचनम् उपनिषत्परिसमाप्त्यर्थम् इति शब्दश्च। मृत्युप्रोक्तां नचिकेतोत लब्ध्वा विद्यामेतां योगविधिं च कृत्स्नम् ब्रह्मप्राप्तो विजरो भूद्विमृत्युः अन्योऽप्येवं यो विदध्यात्ममेव। विद्यास्तुत्यर्थोऽयम् आख्यायिकार्थोपसंहारः अधुना उच्यते। मृत्युप्रोक्तां एतां यथोक्तां ब्रह्मविद्यां योगविधिं च कृत्स्नं समस्तं सोपकरणं सफलम् इत्येतत्। नचिकेतः अथ वरप्रदानात् मृत्योः लब्ध्वा प्राप्य इत्यर्थः। किं ब्रह्म प्राप्तो अभूत् मुक्तो अभवत् इत्यर्थः। कथं? विद्याप्राप्त्य विरजः विगतरजः विगतधर्माधर्मः विमृत्युः विगतकाम अविद्यश्च सन् पूर्वमित्यर्थः। न केवलं नचिकेता एव अन्योऽपि एवं नचिकेतोवत् आत्मवि अध्यात्ममेव निरुपचरितं प्रत्यक्स्वरूपं प्राप्य तत्त्वमेव इति अभिप्रायः। न अन्यद्रूपम् अप्रत्यग्रूपम्। तदेवम् अध्यात्मम् एवं मुक्तेन प्रकारेण वेदः विजानाति इति एवं वेत् सोऽपि विरजाः सन् ब्रह्मप्राप्य विमृत्तिर्भवति इति वाक्यशेषः। सहना भवतो सहनौ गुणक्तो सह वीर्यङ्करवहैं तेजस्विनावधीतमस्त्वमा विद्विषावहैः। शान्तिश्शान्तिश्शान्तिः। अतः शिष्याचार्योः प्रमादकृत अन्यायेन विद्याग्रहप्रतिपादननिमित्त दोषप्रशमनार्थं शान्तिः उच्यते। सह न आवाम् अवतु पालयतु विद्यास्वरूपप्रकाशने। कः? स एव परमेश्वरः उपनिषत्प्रकाशितः। किञ्च सह न भुनक्तु तत्फलप्रकाशनेन न पालयतु। सहैव आवां विद्याकृतं वीर्यं सामर्थ्यं कर्वावहि निष्पादयावयहि। किञ्च तेजस्विनौ तेजस्विनोः आवयोः यत् अधीतं तत्स्वधीतमस्तु। अथवा तेजस्विनौ आवाभ्यां ये अधीतं तद् अतीव तेजस्वी वीर्यवद् अस्तु इत्यर्थः। मां विद्विषावहि। शिष्याचार्यौ अन्योन्यं प्रमादकृत अन्याय अध्ययन अध्यापनदोषनिमित्तं द्वेषं मा करवावहि इत्यर्थः। शान्तिः शान्तिः शान्तिरिति त्रिर्वचनं सर्वदोष उपशमनार्थम् इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ काटकोपनिषद्भाष्यं सम्पूर्णम्।